श्रूयते किल मम ध्वनिः? श्रूयते. नमस्सर्वेभ्यः. अस्माकम् एकनिमिष, क्षम्यताम्. नमस्सर्वेभ्यः. अस्माकं विभक्तिवल्लर्याः अपि च गीतासोपानस्य वर्गं प्रति स्वागतम्. एतावत्पर्यन्तं वयं केषां विषयाणां ज्ञानं प्राप्तवन्तः इति चेत्, प्रातिपदिकं किं, नामपदानां मूलं प्रातिपदिकं, क्रियापदानां मूलं तु धातुः, अनेकानां धातूनां लट्लकारस्य रूपाणि दृष्टवन्तः. एते मुख्य अंशाः. तत्र सामान्यरूपेण तु ति तः अन्ति, ति थ थ, आमि आवः, क्षम्यताम्, आमि आवः आमः इति प्रत्ययाः सन्ति. परन्तु केषाञ्चन धातूनां रूपाणि भिन्नानि सन्ति, यथा जानाति, जानीतः, जानन्ति, जानासि, जानीथ, जानीथ, जानामि, जानीवः, जानीम. ज्ञाधातुतः उत्पन्नानि रूपाणि एतानि. एवमेव कृधातुतः निर्मितानि रूपाणि सन्ति करोति, कुरुतः, कुर्वन्ति, करोषि, कुरुतः, कुरुथ, करोमि, कुर्वः, कुर्मः. इदानीं किञ्चित् अभ्यासं कृत्वा अग्रे सरेम. आदौ तु यथा प्रकारः ध्येयमन्त्रः. विशालाक्षी भगिनी पठति किम्? अत्र अहं स्थापयामि एकनिमिषम्. दृश्यते किल? दृश्यते. पठतु. अष्टौ गुणाः पुरुषं दीपयन्ति, प्रज्ञा च कौल्यं च दमश्रुतं च, पराक्रमाश्च बहुभाषिता च, दानं यथाशक्ति कृतज्ञता च. पराक्रमाश्च च इति वदनीयं, यतो हि पराक्रमाश्च च. ओके, अबहुभाषिता अस्ति तत्र. च पराक्रमाश्च, च योगः आ भवति तत्र. च योगः अबहुभाषिता अस्ति तदर्थम्. अस्तु, चिन्ता नास्ति. ओके, धन्यवादः भगिनी. इदानीम् अहं कानिचन क्रियापदानि वदामि, भवन्तः तेषां पदानां वचनम् अपि च पुरुषं वदन्तु. विजय थंकी महोदय, पठामि इति पदस्य वचनम् अपि च पुरुषं वदतु. विजय थंकी महोदय. आं भगिनि. पठामि इति शब्दस्य वचनम् अपि च पुरुषं वदतु. वचनम् उत्तम पुरुष, सोरि, पुरुष उत्तम पुरुष, वचनम् एकवचनम्. उत्तमं. ध्यायसि, मध्यमपुरुष, एकवचनम्. धन्यवादः. विशालाक्षी भगिनी, पिबामः, पिबामः I will not be able to tell like that. Vijay Kumar Mahoday, Vijay Kumar Mahoday, sahayam karotu. Uttama purusha hai, bahuvachana. Uttama. Vijay Kumar Mahoday, khadatha. Khadatha. Madhyama purusha, bahuvachanam. Khadatha. थ उत्तमं सम्यक् अस्ति धन्यवादः महोदय विशालाक्षी भगिनी इदानीं वदतु गायन्ति यू पास् मी किमर्थं भगिनी प्रयत्नं करोतु तत्र दोषः अस्ति चेत् चिन्ता नास्ति परन्तु प्रयत्नं न कुर्मः चेत् तत्र दोषः अस्ति प्रयत्नेन एव लभ्यते ज्ञानम् I won't be able to tell like that. Pathati, pathatah, pathanti. Tatra pathanti. Tatra purushah kaha. Astu kavita bhagini. Chinta nasti bhagini. Shrunot. Kavita bhagini gayanti. Iti padasya vadatu. Haan. प्रथमपुरुष बहुवचनं उत्तमं पठथ पठथ पठथ मध्यमपुरुषः बहुवचनम् उत्तमं नयामः नयामः उत्तमपुरुषः बहुवचनम् उत्तमं विजयकुमार महोदय स्मरामि उत्तमपुरुष प्रथम एकवचनं उत्तमम् अटति पठति अटति प्रथमपुरुष एकवचनं धन्यवादः विजय थंकी महोदय तिष्ठन्ति विजय थंकी महोदय हरि ओम् अस्ति किम् विजय थंकी महोदय अस्तु विजय कुमार महोदय भवान् एव वदतु तिष्ठन्ति प्रतिष्ठन्ति प्रथमपुरुष बहुवचनं धन्यवादः इदानीं रिक्तस्थानानि योग्यसर्वनामपदेन पूरयन्तु आवश्यकं चेत् लिखन्तु रिक्तस्थानानि योग्यसर्वनामपदेन पूरयन्तु कविता भगिनी एतस्य वाक्यस्य अर्थः किम् अर्थः कः फिलिङ्ग् द ब्लाङ्क्स् वित् फिलिङ्ग् द ब्लाङ्क्स् वित् द सर्वनाम योग्यसर्वनाम भवती एव आरम्भं करोतु रिक्तस्थानं क्रीडसि रिक्तस्थानं शब्दः अस्ति किमर्थं विजयकुमार महोदय म्यूट् मध्ये तिष्ठतु त्वं क्रीडसि उत्तमम् उत्तमम् रिक्तस्थानं पठामि पठामि अहं पठामि उत्तमम् रिक्तस्थानं धावामः धावामः अहम् वयं धावामः उत्तमं धन्यवादः धन्यवादः इदानीं विजय थंकी महोदय अस्ति किम् आं भगिनि रिक्तस्थानं पिबथ रिक्तस्थानं पिबथ यूयं पिबथ उत्तमं रिक्तस्थानं नयथ यूयं नयथ धन्यवादः विजयकुमार महोदय रिक्तस्थानम् अटसि पठसि अटसि चिन्ता नास्ति त्वं पठसि. उत्तमं. नमामः, चिन्ता नास्ति. नमामः रिक्तस्थानं, नमामः वयं, नमामः रिक्तस्थानं. वदामि, वदामि अहं, वदामि रिक्तस्थानं. पश्यामि, पश्यामि अहं, पश्यामि. धन्यवादः. विशालाक्षी भगिनी प्रयत्नं कर्तुम् इच्छति किम्? यस् यस् यस्. रिक्तस्थानं पृच्छसि, पृच्छति, पृच्छसि, पृच्छसि, त्वं पृच्छसि. उत्तमं. रिक्तस्थानं निन्दथ, निन्दथ, यूयं निन्दथ. उत्तमं. रिक्तस्थानं जिघ्रामि, अहं जिघ्रामि, जिघ्रामि. उत्तमं, धन्यवादः. जिघ्रामि, अच्छा, धन्यवादः. विजयथङ्की महोदय, रिक्तस्थानं पतसि, त्वं पतसि. उत्तमं. रिक्तस्थानं जिग्रथ, यूयं जिग्रथ. धन्यवादः. धन्यवादः. कविता भगिनी, रिक्तस्थानं खादसि, खादसि, त्वं खादसि. स्मरामः, रिक्तस्थानं स्मरामः, स्मरामः, वयं स्मरामः. उत्तमम्. इदानीं रिक्तस्थानानि अहं वदामि, पूरयन्तु. धावति रिक्तस्थानं, रिक्तस्थानं धावति, धावति, धावति. प्रथमपुरुषरूपाणि वदन्तु. सः धावति. अपि च त्रीणि अपि करणीयं, त्रयमपि करणीयं. धावति, धावतः, धावन्ति, तथा. सः धावति, तौ धावतः, ते धावन्ति. उत्तमम्. रिक्तस्थानं, रिक्तस्थानं, नृत्यन्ति, नृत्यन्ति. सा नृत्यति, ते नृत्यतः, तौ ताः नृत्यन्ति. फीमेल्, फीमेल्. उत्तमम्, उत्तमम्. रिक्तस्थानं खादतः, रिक्तस्थानं खादतः, खादतः, त्वं खादसि, खादतः, खादतः, त अल्पप्राण, सः खादति, तौ खादतः, ते खादन्ति. उत्तमं, धन्यवादः. विजयकुमार महोदय, पिबति रिक्तस्थानं, रिक्तस्थानं. सः पिबति, तौ पिबतः, ते पिबन्ति. उत्तमं. रिक्तस्थानं पततः, रिक्तस्थानं पततः, त्वं पतसि, पततः अल्पप्राणम्, अल्पप्राण, त्वं पतति, नैव, त्वं पतति किमर्थ, हा, सा पतति, ते पततः, ताः पतन्ति. उत्तमम्. नृत्यसि रिक्तस्थानं, रिक्तस्थानं नृत्यसि, नृत्यसि, त्वं नृत्यसि, युवां नृत्यतः, यूयं नृत्यथ, नृत्यत. धन्यवादः. विजयथङ्की महोदय, रिक्तस्थानं पतथः, रिक्तस्थानं त्वं पतसि, युवां पततः, यूयं पततः. उत्तमं. रिक्तस्थानं, रिक्तस्थानं, धावथ, सा धावस् सा धावसि सा धावसि सम्यक् अस्ति किम्? कः धावसि? त्वं धावसि, सोरि, त्वं धावसि, त्वं धावसि, युवां धावत्, थः यूयं धावथ, पश्यसि रिक्तस्थानं रिक्तस्थानं, त्वं पश्यसि युवां पश्यथः यूयं पश्यथ. उत्तमं, धन्यवादः महोदय. विशालाक्षी भगिनी, रिक्तस्थानं रिक्तस्थानं निन्दथ निन्दथ. त्वं निन्दसि युवां निन्दथः यूयं निन्दथ. उत्तमं, नमामि रिक्तस्थानं रिक्तस्थानं नमामि. अहं नमामि, आवां नमावः, वयं नमामः. उत्तमं, रिक्तस्थानं रिक्तस्थानं वहामः वहामः. अहं वहामि, आवां वहामः, वहामव, आवां वहावः, वयं वहामः. रिक्तस्थानं नयावः रिक्तस्थानं नयावः. अहं नयामि, आवां नयावः, वयं नयामः. उत्तमं, धन्यवादः भगिनि, धन्यवादः. विजयकुमार महोदय, विजयकुमार महोदय, रिक्तस्थानं रिक्तस्थानं लिखामः. अहं लिखामि, आवां लिखावः, वयं लिखामः. उत्तमं, हसामि रिक्तस्थानं रिक्तस्थानं. अहं हसामि, आवां हसावः, वयं हसामः. उत्तमम्, इदानीं भवान् एव वदतु. अहं प्रश्नं पृच्छामि, उत्तरं वदतु. त्वं किं करोषि? त्वं किं करोषि? पठ, पठ, अस्तु, पठ धातुः स्वीकरोतु. त्वं किं करोषि? अहं पठामि. उत्तमम्, भवान् किं करोषि? पश्य इति धातु न तु दृश्यस्ति, परन्तु पश्यामि किञ्चित् अहं सुलभं कृतवती. भवान् किं करोषि? पश्यतु महोदय, पश्यतु महोदय, तत्र अहं पृष्टवती त्वं किं करोषि, इदानीं भवान् किं करोषि? करोषि पुरुषः कः? त्वमेव अस्ति, भवान् इस् यु. भवान् किं करोषि? पश्य इति. अहं पठसि, अहं पश्यामि, पश्य इति स्वीकरणीयम्. इदानीं शृणोतु, सः किं करोति? धाव इति अङ्गं स्वीकरोतु. धाव, धाव. सः किं करोति? अहं, सः किं करोति? इदानीं श्रुणोतु, शृणोतु, सः किं करोति? हि धाव, धावति. सः धावति, सः धावति. इदानीं कविता भगिनी, अहं किं करोमि क्रीड् इति अङ्गं स्वीकरोतु. अहं किं करोति क्रीड्. अहं क्रीडामि. अहं किं करोमि इति अहं पृष्टवती. अहं किं करोमि, तर्हि किं वदनीयं? त्वं क्रीडसि. ते किं कुर्वन्ति, स्मर् इति अङ्गं स्वीकरोतु. ते किं कुर्वन्ति, उत्तमं. ते किं कुर्वन्ति, ते स्मरतः किमर्थम्? अस्तु, चिन्ता नास्ति, स्त्रीलिङ्गे तु स्मरतः, चिन्ता नास्ति, उत्तमं. बहुवचने वदतु. स्मरन्ति. उत्तमम्, उत्तमं. धन्यवादः, धन्यवादः. विजय थङ्की महोदय, विजय थङ्की महोदय. आं भगिनि. सः किं करोति, खाद् इति अङ्गं स्वीकरोतु. खाद्. सः खादति. वयं किं कुर्मः, हस् इति अङ्गं स्वीकरोतु. वयं किं कुर्मः. यूयं हसन् हसतः. इदानीं वयं, तर्हि वयम् एव वदनीयं. वयं किं कुर्मः, वयं. वयं हसन्ति. वयं हसन्ति. हसामः. यूयं किं कुरुथ. वर्ड् इस् गाय. गायति प्रथमपुरुषरूपं. वयं गायामः. उत्तमम्, उत्तमं. धन्यवादः महोदय. विशालाक्षी भगिनी, विशालाक्षी भगिनी स्पीकिङ्ग्. यस्. युवां किं कुरुतः. वाट् इस् द मीनिङ्ग् आफ् कुरुतः फस्ट् आफ् आल्? कुरुतः फ्रम् करोति. नो नो, I don't want that. Do, I want to know the meaning. Do. From karoti. What is karoti? What is karoti? Karoti. Achha. Karoti is to do. Yeah. So kurutha is the another form. Which form you have to see and you have to take. That is the madhyama purusha second. Yuvam kurutha. Okay. What is the question you asked? Yuvam? Yuvam kim kurutha. Tatra patthiti svikarutu. Pat. युवां पठतः. बट् इफ् यु हेव् टु टेल् वि बोत्. आवाम्. आवां पठतवः. पठावः. पठावः. वयं किं कुर्मः, यच् इति स्वीकरोतु. वयं किं कुर्मः, यच्. यच्, वाट् इस् यच्? यच् इस् टु गिव्. सो वयं यूयं चिन्ता नास्ति, द्वौ अपि यूयं यूयं यच्छत. वयम् अस्ति चेत् वयम् यच्छामः. आवां किं कुर्वः, तत्र धाव् इति स्वीकरोतु. धाव्. आवां किं कुर् वट् इस् युवर्स् या आवां कुर् किं कुर्वः. आवां. What is the word you gave? I forgot. Dhav. Dhav. Dhav. Avam dhavavaha. Uttamam. उत्तमम्. इदानीं गीतासोपानस्य एकचत्वारिंशत्तमं पुटम् उद्घाटयन्तु. आरम्भं करोतु भवती, भवती एव आरम्भं करोतु. फिफ्थ्. अहम् आवां वयम् एतेषु उचितस्य रूपस्य प्रयोगेण एतेषां प्रश्नानाम् उत्तराणि लिखत. अर्थं वदतु. अहम् आवाम् एण्ड् वयम् एतेषु उचितस्य. Put the correct form of these pronouns. And write the answers of these questions. Uttama. Agre, prathamam karotu. Tvam phalam prapnoshi kim? What is the meaning? Did you get the fruits? विजयकुमार् महोदय म्यूट् मध्ये तिष्ठन्तु. त्वं फलं प्राप्नोषि किम्? Did you obtain the fruit? त्वं फलं प्राप्नोषि किम्? Did you receive the fruit? Did you get the fruit? अहं फलं प्राप्नोष्यामि. प्राप्नोष्यामि. तत्र पश्यतु, तत्र तत्र कृतवन्तः किं प्राप्नोमि. तत्र एकोनचत्वारिंशत् तमं पुटे अस्ति, पश्यतु. ओन् द 39th पेज् यु हेव् सीन् देट् प्राप्नोति, प्राप्नुतः, प्राप्नुवन्ति. एण्ड् ओन् देट् डे वी हेड् डन् द अदर् फार्म्स् आल्सो. सो प्राप्नोषि बिकम् प्राप्नोमि. अच्छा, ओके ओके, अस्तु. अग्रिमं वद् करोतु. वन् सेकेण्ड्. भवन्तः गीतां जानन्ति किम्? अहं गीतां जानन्ति, जानाति. करेक्ट्. अहं केनाट् बि जानाति, रैट्? उत्तमपुरुष. अहं जानामि. ओके ओके. अहं जानामि, जानामि. ओके. परन्तु अहं गीतां जानामि. परन्तु अत्र भवन्तः पदस्य वचनं किं? बहुवचने अस्ति. तर्हि उत्तरं ददातु. इदानीं जानीमः. जानीमः, जानीमः. अहं नैव. अहं जानामि, आवां जानीवः, वयं जानीमः. जानीमः, जानीमः, वयं जानीमः. अस्तु, धन्यवादः भगिनी. धन्यवादः. विजयकुमार् महोदय अग्रिमं करोतु. योयं पाठं शृण्यत किं? शृणुथ किं? शृणुथ. सम्यक् उच्चारणं करणीयं. शृणुत किम्? डिड् यू लिसन् द चाप्टर्? तो यू आल् तो यूयं यूयं पाठं शृणुत. नो, वयं, सोरि, वयं पाठं शृणुत. शृणुतां नैव. वयं वयं पाठामः. पाठं वयं पाठामः किमर्थम्? ओ, वयं पाठं शृणुतामः. शृण्मः. शृण्मः, शृण्मः. तत्र अस्ति किल वयं कृतवन्तः ओके शृण्मः वयं पाठं शृण्मय शृण्मः शृण्मः ओके दृष्ट्वा वदतु चिन्ता नास्ति दृष्ट्वा वदतु चिन्ता नास्ति नेक्स्ट् इस् यूयं श्लोकान् चिनुतः किम् यु आल् लिसन् टु द श्लोकः चिनुथ चिनुथ चूज् चूज् ओके ओके which you all chosen which shloka no have you chosen the shloka chinutha kim okay vayam shlokan chinuman chinmah naiva tatra tatra uham na kartum chinmah ha chinumah chinmah चिन्मः किं चिन्मः किं चिन्मः किं तथा अस्तु अग्रिमं करोतु भवती गीतासारं जानाति किं भवति अहं गीतासारं जानामि किम् उत्तमम् हा किं किमर्थम् उत्तरमस्ति किल प्रश्ने तु किम् अस्ति परन्तु उत्तरे न मास्तु धन्यवादः उत्तमं भवती महोदय भवती इति पदस्य लिङ्गं किम् लिङ्गं किम् द्विवचनं नास्ति एकवचनमेव अस्तु जानाति भवान् जानामि अहं जानामि यत् भवान् जानाति इति अस्तु कविता भगिनी अग्रिमं करोतु युवां गीतापुस्तकं गृहीतः किं गृह्णीतः किं गृह्णीतः किं गृह्णीतः इस् टु हेव् होल्ड् युवाम् आवां गीतापुस्तकं गृह्णीतावः नैव आवां तु गृह्णीवः भवति गृह्णीतः बिकम्स् गृह्णीवः गृह्णीवः तत्र रूपाणि तु भिन्नानि सन्ति तदर्थं किञ्चित् क्लेशम् अनुभवामः एव अस्तु अग्रिमं करोतु त्वं कार्यं कर्तुं शक्नोषि किम् आर् यु केपेबल् आफ़् डूयिङ्ग् द वर्क् अहं कार्यं कर्तुं शक्नोमि उत्तमम् अग्रिमं करोतु युवां जीवनलक्ष्यं प्राप्नुतः किम् आवां जीवनलक्ष्यं प्राप्नुवावः नैव भगिनि प्राप्नुवः अस्ति प्राप्नुवः तत्र यथा प्रथमपुरुषे अस्ति तथा एव उत्तरं पुरुष अपि च मध्यमपुरुष अपि अस्ति शृणोतु प्राप्नोति प्राप्नुतः प्राप्नुवन्ति प्राप्नोषि प्राप्नुतः प्राप्नुथ प्राप्नोमि प्राप्नुवः प्राप्नुमः ओके सो द द्विवचनं द फार्म्स् विल् बि द सेम् सो इफ् ऐ से चिनुतः द्विवचनं चिनुतः देन् द मध्यमपुरुष विल् बि चिनुतः ओन्लि द थ चेञ्जेस् एण्ड् द फार्म् रिमेन्स् द सेम् बट् आफ् कोर्स् उत्तमपुरुष इस् चिन्वः देर् आर् सम् एक्सेप्शन्स् यु can't do anything about that. You have to keep on practicing. Dhanyavadah Bhagini. Vijay, thank you, Mahoday. Aam Bhagini. Bhagavan. हरि ओम् महोदय, न श्रूयते महोदय, मम ध्वनिः श्रूयते किम्? श्रूयते श्रूयते. हा, विजय थङ्की महोदयस्य ध्वनिः श्रूयते किम्? अहं तु न शक्नोमि. हा, इदानीम् इदानीं श्रूयते, इदानीं श्रूयते महोदय, पठतु. भवन्तः गीतायाः कण्ठस्थीकरणं कुर्वन्ति किम्? वयं गीतायाः कण्ठस्थीकरणं कुर्मः. कुर्मः, उत्तमं. भवन्तः पुष्पाणि चेतुं शक्नुवन्ति किम्? वयं पुष्पाणि चेतुं शक्नुवः, सोरि, शक्नुमः. शक्नुमः, उत्तमम्. अहं किं करिष्यामि, अत्र अष्टाध्यायाः, एकनिमिष, रूपाणि एकं वारं पठामः तर्हि किञ्चित् अभ्यासः जायते. कुर्मः किं तथा? आं भगिनि, आं भगिनि. विशालाक्षी भगिनी आरम्भं करोतु. What do I have to read? Here they are showing kachata tapa. क्षम्यताम्, एकनिमिष, एकनिमिष, किञ्चित्. इदानीं दृश्यते किम्? आप्नोति, प्राप् इति स्वीकरोतु, प्राप् इति स्वीकरोतु, न, प्राप् इति स्वीकरोतु. प्राप्नोति, एज़् ऐ टोल्ड् यू बिफोर्, तत्र उपसर्ग. एकनिमिष भगिनि, एकनिमिष शृणोतु. अष्टाध्याय्याम् उपसर्गस्य तत्र विषयः नास्ति, तदर्थं प्रयोगः आप् प्राप् भवति, प्राप्नोति इति पठतु. प्राप्नोति, प्राप्नुतः. प्राप्नोति, पठतु. प्राप्नुतः, प्राप्नुवन्ति. यु केन् हियर् मी? श्रूयते, परन्तु तत्र किञ्चित् क्लेशः जातः. पठतु भगिनी. प्राप्नोति, प्राप्नुतः, प्राप्नुवन्ति. प्राप्नोषि, प्राप्नुतः, थः, प्राप्नुथ. प्राप्नोमि, प्राप्नुवः, प्राप्नुमः. सर्वनामपदं पदस्य उपयोगं करोतु. ओके. प्राप्नोति सा, न सा अथवा सः अथवा तत्. सा प्राप्नोति, सा प्राप्नोति, ते प्राप्नुतः, सोरि, या ते, तौ प्राप्नुतः, सा प्राप्नोति ते प्राप्नुतः सा प्राप्नोति ते प्राप्नुतः ताः प्राप्नुवन्ति उत्तमम् इस् इट् करेक्ट् या उत्तमं सम्यक् मध्यमपुरुषनले त्वं प्राप्नोसि युवां प्राप्नुतः यूयं प्राप्नुत उत्तमम् उत्तमपुरुष अहं प्राप्नोमि आवां प्राप्नुवः वयं प्राप्नुमः उत्तमम् एकनिमिषः पठतु परस्मैपदम् एव पठति परस्मैपदं जानाति जानाति जानीतः सर्वनाम सर्वनामपदं भगिनी सर्वनामपदम् अपि वदतु जानाति सा जानाति इट्स् जानाति इस् स्त्रीलिङ्गं नो तौ जानीतः ते जानन्ति त्वं जानासि युवां जानीतः जानीतः यूयं जानीथ उत्तमपुरुष अहं जानामि आवां जानीव जानीवः वयं जानीमः वयं जानीमः उत्तमम् अग्रिमं करोतु शृणोमि सः शृणोति ते सः तौ शृणुतः ते शृण्वन्ति शृण्वन्ति शृण्वन्ति मध्यमपुरुषत्वं शृणोसि शृणोषि युवां शृणुतः युवं शृणुत यूयं शृणुत अहं शृणो यूयं शृणुत अहं शृणोमि आवां शृणुवः शृण्वः अशृणुवः आल्सो केन् डू वयं शृण्मः और् शृणुमः उत्तमं धन्यवादः भगिनी धन्यवादः विजयकुमार विजयकुमार महोदय लिखन्तु लिखामश्चेत् तत्र अभ्यासः जायते करोतु लिखन्तु नैव महोदय ऐ सजेस्टेड् दट् यु आल् शुड् रैट् देन् इट् बिकम् यूस्फुल् नौ इदानीं तु पठतु चिनोति सः चिनोति तौ चिनोतः ते चिन्वन्ति त्वं चिनोषि चिनो नास्ति महोदय, तत्र तत्र चिनु थः चिनु अस्ति, चिनो नास्ति. चिनुतः यूयम् अहं चिनोमि, आवां चिन्वः, वयं चिन्मः. उत्तमम्. अथवा चिनुवः चिनुमः. उत्तमम्. अग्रिमम् किञ्चित् अभ्यासस्य आवश्यकम् आवश्यकता अस्ति. पठतु. जानाति, सः जानाति, तौ जानीतः, ते जानन्ति, त्वं जानन्ति, जानन्ति सॉरी, त्वं जानासि, यूयं जानीतः, यूयं जानीतः, अहं जानामि, आवां जानीवः, वयं जानीमः. उत्तमम्. भवान् एव पठतु. गृह्णाति, गृह्णाति, सः गृह्णाति, तौ गृह्णीतः, ते गृह्णन्ति, ते गृह्णन्ति, ओ ते गृह्णन्ति, त्वं गृह्णासि, युवां गृह्णात् गृह्णीतः, उत्तमं. धन्यवादः महोदय. कविता भगिनी. करोतु. शक्नोति, शक्नोति, सः शक्नोति, तौ शक्नुतः, ते शक्नुवन्ति, त्वं शक्नोसि, शक्नोषि, त्वं शक्नोषि, युवां शक्नुतः, यूयं शक्नुत, अहं शक्नोमि, आवां शक्नुवः, वयं शक्नुमः, वयं शक्नुमः. शक्नुमः. दृश्यते किं? प्राप् इति स्वीकरोतु. प्राप् प्राप्नोति, प्राप्नोति, सः प्राप्नोति, तौ प्राप्नुतः, ते प्राप्नुवन्ति, त्वं प्राप्नोषि, त्वं प्राप्नोषि, युवां प्राप्नुष, युवां प्राप्नुतः, यूयं प्राप्नुत, प्राप्नोमि, प्राप्नुवः, वयं प्राप्नुमः. उत्तमं. धन्यवादः भगिनी. विजय थंकी महोदय. अत्र डुक्रिङ्करणे इति अस्ति, पश्यन्तु, डुक्रिङ्करणे तत्र भजगोविन्दं शृण्वन्ति चेत् तत्र अस्ति डुक्रिङ्करणे. अस्तु, विजय थंकी महोदय. विजयतङ्कि महोदय हरि ओम् मम ध्वनिः श्रूयते किम् आगतवान् विजयतङ्कि महोदय अग्रिमं करोतु अस्ति किं विजयतङ्कि महोदय नास्ति वा भगिनी भवती एव करोतु शान्ति चिन्ता नास्ति कविता भगिनी करोति सः करोति तौ कुरुतः ते कुर्वन्ति त्वं करोषि युवां कुरुतः यूयं कुरुथ अहं करोमि व आवां कुर्वः वयं कुर्मः अस्तु अग्रिमम् करोतु शक्नोति शक्नोति सः शक्नोति तौ शक्नुतः ते शक्नुवन्ति त्वं शक्नोषि युवां शक्नुतः यूयं शक्नुथ अहं शक्नोमि आवां शक्नुवः वयं शक्नुमः उत्तमं धन्यवादः भगिनी विजय थंकी महोदय आगतवान् किम् आं भगिनि हा अग्रिमं पठतु तत्र षष्ठः अंशः पठति किं महोदय हरि ओं नैव इदानीं क्षम्यताम् इदानीं पुस्तकतः क्षम्यताम् मम दोषः एव अधस्तनशब्दानां साहाय्येन यथोदाहरणम् अष्टाधिकं शतम् अष्टाधिकं शतं वाक्यानि वदत तत्र तत् सम्यक् अस्ति वा न जाने परन्तु पश्यामः करोतु प्रथमं करोतु त्वं वस्त्रं क्रीणाति त्वं क्रीणाति सोरि सोरि ऐ जस्ट् रेड् वाट् इट् इस् त्वं वस्त्रं क्रीणासि युवां वस्त्रं क्रीणीथः यूयं वस्त्रं क्रीणीथ लैक् दिस् ओल् हेव् टु बि डन् गृह्णाति स्वीकरोतु इदानीं गृह्णाति ओके युवां त्वम् आदौ सोरि सोरि त्वं वस्त्रं गृह्णासि युवां वस्त्रं गृह्णातः गृह्णीतः इट् इस् द सेम् गृह्णीतः गृह्णीतः ओके यूयं वस्त्रं गृह्णीतः अहं वस्त्रं गृह्णामि आवां वस्त्रं आवां पुस्तकं गृह्णा वः गृह्णी वः सोरि सोरि गृह्णी वः वयं वस्त्रं गृह्णीथ सोरि गृह्णी वयं गृह्णीमः उत्तमम् अग्रिमं भवान् वस्त्रं गृह्णा सी भवन्तौ वस्त्रं गृह्णीतः भवन्तः वस्त्रं गृह्णीतः उत्तमम् तो वस्तुतः क्रीणाति इति कर्तुं शक्तवान् परन्तु चिन्ता नास्ति चिन्ता नास्ति इम्पोर्टेण्ट् थिङ्ग् इस् टु अण्डर्स्टाण्ड् द पुरुष एण्ड् द रूपम् अस्तु धन्यवादाः महोदय धन्यवादः कविता भगिनी क्रीणाति उपयुज्य करोतु क्रीणाति क्रीणाति त्वं वस्त्रं क्रीणासि युवा वस्त्रं क्रीणातः क्रीणीतः युवां वस्त्रं क्रीणीतः यूयं वस्त्रं क्रीणीत क्रीणीत अहं पुस्तकं क्रीणामि उत्तमम् आवां पुस्तकं क्रीणावः क्रीणीवः क्रीणीवः क्रीणीवः वयं पुस्तकं क्रीणीमः भवान् वस्त्रं भवान् वस्त्रं क्रीणासि भवान् वस्त्रं क्रीणासि भवन्तौ वस्त्रं क्रीणीतः भवन्तः वस्त्रं क्रीणीतः उत्तमम् उत्तमं धन्यवादः धन्यवादः विजयकुमार् महोदय भवन्तो प्राप्नोति इति स्वीकरोतु त्वं प्राप्नोषि तथा त्वं प्राप्नोषि प्राप्नोषि अस्ति त्वं वस्त्रं प्राप्नोषि प्राप्नोषि अस्ति प्राप्नोषि ओके युवां वस्त्रं प्राप्नोतः प्राप्नुतः प्राप्नुतः प्राप्नुतः यूयं वस्त्रं प्राप्नीत प्राप्नुतः प्राप्नुत सॉरी प्राप्नु प्राप्नोषि प्राप्नुतः प्राप्नुतः एकनिमिष अहं वदामि प्राप्नोमि प्राप्नुवः प्राप्नुमः इदानीं करोतु प्राप्नोमि प्राप्नु अहं वस्त्रं प्राप्नोमिः प्राप्नोमि मिः नास्ति मि प्राप्नोमि आवां वस्त्रं प्राप्नोवः प्राप्नुवः प्राप्नुवः वयं वस्त्रं प्राप्मः प्राप्नुमः प्राप्नुमः ओके प्राप्नुमः देन् भवान् नो नो वयं वयं वयं कृतवान् ओके प्राप्नुमः भवान् पुस्तकं प्राप् क्षम्यतां भवान् प्राप्नोति इति भवनीयं न तु क्षम्यतां क्षम्यतां मम दोषः भवान् प्राप्नोति प्राप्नुतः प्राप्नुवन्ति इति रूपाणि सन्ति देन् भवन्तो पुस्तकं प्राप्नुतः उत्तमं भवन्तः पुस्तकं प्राप्नुत प्राप्नुवन्ति ओ प्राप्नुवन्ति सोरि प्राप्नोति सोरि मास्तु यतोहि तत्र क्लेशः अस्ति चिन्ता नास्ति प्राप्नुवन्ति अस्तु धन्यवादः महोदय विशालाक्षी भगिनी चिनोति आदौ रूपाणि शृणोतु हा इद् आदौ रूपाणि शृणोतु शृणोतु अहं वदामि चिनोति चिनुतः चिन्वन्ति चिनोषि चिनुतः चिनुथ चिनोमि चिन्वः चिन्मः इदानीम् Now I'll start with the त्वं वस्त्रं चिनोषि युवां युवां वस्त्रं चिनुतः यूयं यूयं वस्त्रं चिनुथ अहं पुस्तकं चिनोमि आवां पुस्तकं चिनुवः वयं पुस्तकं चिनुमः देन् भवान् वस्त्रं चिनोति भवन्तौ वस्त्रं चिनुतः एण्ड् भवन्तौ वस्त्रं चिनुतः भवन्तः भवन्तौ वस्त्रं चिनुतः एण्ड् भवन्तः वस्त्रं चिन्वन्ति अग्रिमं करोतु अहं वदामि तत्र जानाति जानीतः जानन्ति जानासि जानीथः जानीथ जानामि जानीवः जानीमः ओके त्वं त्वं पुस्तकं जानासि युवां पुस्तकं जानीतः यूयं पुस्तकं जानीथ अहं पुस्तकं जानामि आवां पुस्तकं जानावः वयं जानीवः वयं पुस्तकं जानीमः भवान् पुस्तकं जानाति भवन्तौ पुस्तकं जानीतः भवन्तः पुस्तकं जानन्ति उत्तमं धन्यवादः विजयभक्ति महोदय अग्रिमं करोतु अहम् आदौ रूपाणि वदामि ददाति दत्तः ददति ददासि दत्तः दत्थ ददामि दद्वः दद्मः इदानीं करोतु तत्र भवान् यदा वदामः तदा प्रथमपुरुष एव क्षम्यताम् अहं न तत्र किं लक्ष्यं न दत्तवती आं भगिनि वदतु त्वं वस्त्रं ददासि उत्तमं युवां वस्त्रं दत्तः यूयं पुस्तकं दत्त अहं पुस्तकं ददामि आवां पुस्तकं ददावः दद्वः वयं पुस्तकं दद्मः भवान् वस्त्रं ददासि सी नास्ति भवान् यदा प्रयुञ्ज्मः तदा प्रथमपुरुष एव भवान् करोति तथा मध्यमपुरुषः okay. नास्ति तत्र ओके भवान् वस्त्रं ददाति भवन्तौ वस्त्रं दत्तः यस् भवन्तः वस्त्रं ददति दत्तः ददाति ददासि दत्तः दत्त ददामि दद्वः दद्मः अस्तु अत्र वस्तुतः अष्ट अधिकं शतम् आवश्यकं परन्तु चिन्ता नास्ति अग्रे सरामः अग्रे सरेम गीतायाः पठतु महोदय भवानेव पठतु आं भगिनि गीतायाः चतुर्थे अध्याये एतत् संख्यासु श्लोकेषु स्थितानि क्रियापदानि परिशीलयत कुर्मः किम् आं कुर्मः किम् अस्तु अहम् अत्र स्थापयामि अस्ति अत्र हा पठतु महोदय क्रियापदानि परिशीलयत न दृश्यते न दृश्यते किम् प्रस्तुतिः न दृश्यते किम् इदानीं दृश्यते दृश्यते वि केन् सी महोदय नाउ आई केन् सी विजय थंकी हा यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् क्रियापदानि ग्लानिर् ग्लानिर् क्रियापदं नास्ति महोदय सम्यक् पश्यतु यदा यदा हि धर्मस्य ग्लानिर्भवति भारत सृजामि सृजामि तु अस्ति एव प्रथमपादे भव भवति भवति अभ्युत्थान नैव देट् इस् हौ यु आर् गोन् टु रेकग्नैज़् तर्हि अभ्युत्थ तत्र ती नास्ति तः नास्ति अन्ति नास्ति सी नास्ति ठः नास्ति थ नास्ति अपि च आमि नास्ति आवः नास्ति आमः नास्ति सो सर्वेषां रूपाणां अन्ते तु ती अस्ति तः अस्ति पश्यतु जानीतः जानीथः जानीमः अन्ते यत् अस्ति तद्दृष्ट्वा एव क्रियापदम् अस्ति वा नास्ति इति वक्तुं शक्नुमः वि केन् लुक् एट् द एण्ड् आफ़् द क्रियापदम् ओर् एनि वर्ड् एण्ड् यु केन् अण्डर्स्टाण्ड् वेदर् इट् इस् द क्रियापदम् ओर् नाट् फार् एक्साम्पल् यदा यदा डस् इट् हेव् ती तः अन्ति ति थः थ आमि आवः आमः नो सो यु केन् मेक् औट् देट् दिस् इस् नाट् अ वर्ब् That is the beauty of the language. As soon as you look at it, as you get used to the language and as you start learning, as soon as you look at it, you will know whether it is a verb or not. If it is a verb, which purusha it is, which vachanam it is. Idani, bhavati, bhavati, kriyapadam asti kim? Aam bhagini. Aam. Purusha ha kaha? Pratham purusha, ek vachanam. Ek vachanam. Evam eva, srijami. तत्र पुरुषः कः उत्तमपुरुषः एकवचनम् एकवचनम् अभ्युत्थानं तत्र क्रियापदं नास्ति धर्मस्य विभक्तिः का षष्ठी षष्ठी आत्मानं तत्र द्वितीया विभक्तिः अस्तु एकनिमिषः अग्रिमं स्थापयामि अत्र हा पठतु परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय सम्भवामि युगे युगे. वदतु क्रियापदम्. सम्भवामि. सम्भवामि, तत्र एकम् एव क्रियापदम् अस्ति. सम्भवामि इति पदस्य वचनमपि च पुरुषं वदतु. उत्तमपुरुष एकवचनम्. उत्तमं, धन्यवादः महोदय. अग्रिमं कविता भगिनी. विनाशाय डजन्ट् बिकम् अ वर्ब्. वन् मिनिट्. सो वाट् डिड् ऐ से अर्लियर्? नो नो, वाट् डिड् ऐ से अर्लियर्? अ वर्ब् विल् आल्वेस् एण्ड् वित् for parasmaipadi. You all have not yet done atmanepadi, so I am not saying, but your verb will just a minute, I'll put that same shloka again. Kshamyata ekanimisha. Am kim uktavati tatra pade antah varnah kah iti drashtavyam. So you have to see the end, okay? Now, we have seen all the forms of the verbs, right? Rupani drishtavantah vayam. Tatra, ti, taha, anti, si, taha, tha, ami, avaha, amaha. Tatra, yatra, apavadah asti, where there is an exception, like janati, etc. It is still, the end is vaha only. Janimaha, janivaha. Isn't it? That is what we saw. What we saw, the commonality, that everywhere the end is always for verbs. Kriyapadam, ti, taha, anti, si, taha, tha, ami, avaha, amaha. Or the exceptions, in which case also, janimaha, janivaha, shunvaha, shunmaha. See, the ending is always the same. For parasmaipadi, again I am telling you, parasmaipadi. We have done that in the Abhyasa Pustakam when we did. In case you all don't remember, no issues, but now you remember, ti taha. Later on we will learn no forms. Okay. So vinashaya idani bhava kim tatra ka asti prakaha prashna asti vinashaya. Vinashaya tatra ante kim asti? Ya ante asti. Ha, ya asti, aya asti. Vinashaya tatra chaturthi vibhakti asti. परन्तु आय तत्र ततः इत्यादयः न सन्ति. सो देट् इस् हौ यु रेकग्नैस् द अस्तु. धन्यवादः कविता भगिनी, अग्रिमं करोतु, पठतु. जन्म कर्म च मे दिव्यम् एव यो वेति तत्त्वतः त्यक्त्वा देहं पुनर्जन्म नेति मामेति सोऽर्जुन. सोऽर्जुन. कर्तुं शक्नोति किं? करोतु प्रयत्नं, करोतु. वेति तत्त्वतः कर्म च दिव्यं त्यक्त्वा, टु लीव, आफ्टर् लीविङ्ग्, त्यक्त्वा तत्र त्वा प्रत्ययः. मामेति, मामेति नैव, नैव. एति, एति सम्यक् अस्ति. माम् एति, एति सम्यक् अस्ति. ओके, यु विल् कम् टु मी लैक् देट्. माम् एति अस्ति. अपि च यो वेत्ति, यो वेत्ति, वेत्ति विद्धातु अस्ति, वेत्ति. नौ तत्त्वतः, तत्त्वतः देर् इस् अ तः ओवर् देर् बट् इट् इस् नाट् अ verb. Why? Because tattvatah is properly tattvatah from all sides, like that, not in the same in the same meaning, but tattvatah properly, like that. Factually. So janma karma cha me divyam evam yo vetti, one who knows that janma karma cha me divyam, my activities are all divine. Yo vetti, one who knows that, tattvatah, factually, properly, inside out, like that, tattvatah, tyaktva deham, after giving up the body, punarjanma na eti. So that is correct. Eti saha Arjuna. So eti also is, now, वेत्ति पुरुषं वदतु. वचनं एवमेव माम् एति. उत्तमपुरुष एकवचनं नैव. माम् एति इस् नाट् टुगेदर्. माम् इस् अ सेपरेट् वर्ड् टु मी. हि कम्स् एति. एकवचनं. सो देट् इस् हौ यु हेव् टु. अफ् कोर्स् नौ फार् एक्साम्पल् वेत्ति इस् अ वेरि अन्यूजुवल् वन्, बट् वेन् यु आर् रीडिङ्ग् द भगवद्गीता अट् देट् टैम् यु केन् डू दिस् कैण्ड् आफ् बिकास् यु नीड् नो द मीनिङ्ग्स्. सो यु केन् डू दिस् कैण्ड् आफ् एनालिसिस्. Yeah, so if you go to the Ashtadhyayi, there you can put Vetti and you'll get to the, know the Dhatu, you'll get to know the other forms also. It is time consuming. Chintana. Agrimam Karoti. Important thing is to know the concept. Astu, patatu. Ye yatha mam prapadyante tavtastveva bhajamyaham mama वर्तमानुवर्तन्ते मनुष्याः पाथ सर्वशः प्रपद्यन्ते. हौ यु नो इट् इस् नाट् एण्डिङ्ग् वित् तः एण्ड् आल् बिकास् यु हेव् डन् आत्मनेपदी. प्रपद्यन्ते वर्तन्ते वर्तन्ते अनुवर्तन्ते अस्ति तत्र अनुवर्तन्ते. अपि च अपि च भजामि अहं भजामि अहम्. इदानीं प्रपद्यन्ते तत्र पुरुषम् अपि च वचनं वदतु. प्रपद्यन्ते प्रथमपुरुष बहुवचनं. उत्तमं. भजामि भजामि अहं भजामि उत्तमपुरुषे प्रथम एकवचनं. उत्तमपुरुषे उत्तमम्. अनुवर्तन्ते अनुवर्तन्ते प्रथमपुरुष प्रथमपुरुष बहुवचनं अनुवर्त. उत्तमम् उत्तमं. धन्यवादः भगिनि. विजयकुमार् महोदय. पठन्तु. न मां कर्माणि लिप्यन्ति लिम्पन्ति लिम्पन्ति न मां कर्माणि लिप् लिप् न मां कर्माणि लिप् लिम्पन्ति न मे फले स्पृहा इति मां योऽपि जानाति कर्म कर्म कर्मभिर्न स बध्यते. उत्तमं. वदतु. लिप् लिप् लिप्पन्ति लिम्पन्ति लिम्पन्ति पुरुषम् अपि च वचनं वदतु. लिम्पन्ति प्रथमपुरुष बहुवचन. उत्तमं. देन् अभि सोरि जानाति जानाति इस् प्रथमपुरुष एकवचनं. उत्तमं. देन् बध्यते उत्तमम्. आत्मनेपदी अस्ति. पुनरेकवारं क्षम्यतां वदतु. पुरुषं प्रथमपुरुष बहुवचनं. उत्तमं. बहुवचनं बध्यते एकवचनं. सोरि सोरि एकवचनं एकवचनम् अस्ति. एकवचनम्. अग्रिमं करोतु. त्यक्त्वा कर्मफलासङ्गं नित्यप्तो निराश्रयः कर्माणि कर्मण्यभिप्रवृत्तोऽपि कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः. त्यक्त्वा त्यक्त्वा तत्र त्वा प्रत्ययः अस्ति. नैव तो तो न तो तत्र नास्ति क्रियापदं. तृप्तः अस्ति तत्र. किञ्चित् करोति करोति करोति करोति तत्र वदतु पुरुषं प्रथमपुरुष एकवचनं उत्तमं धन्यवादः महोदय विशालाक्षि भगिनी विशालाक्षि भगिनी अस्ति किम् ओ सारि निराशीर्यत चित्तात्मा त्यक्त सर्वपरिग्रहः शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् निराशीर्यत चित्ता आप्नोति उत्तमम् आप्नोति तत्र न आप्नोति अस्ति आप्नोति उत्तमं वदतु पुरुषम् अपि च वचनम् आप्नोति प्रथमपुरुष एकवचनम् उत्तमं तत्र अन्यत् क्रियापदं नास्ति निराशीर्य चित्तात्मा त्यक्त सर्व नास्ति उत्तमम् उत्तमं भगिनि अपि च इदानीम् एकनिमिषः यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनं नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरु सत्तम यज्ञशिष्टामृतभुजो यान्ति Kuru, is it? Kuru, tatra kriyapadam tu asti patru, padam tu lat lakarah nasti. Tatra lot lakarah, kuru. Vayam tu idanim lat lakarasya rupani eva pashyamaham. Yagnyashishtamrita bhujo yanti brahma sanatanam. Vadatu idanim. भुजो न नैव भुजो यान्ति यान्ति यान्ति यान्ति मीन्स् दे हा दे गो टु याधातु यान्ति यान्ति ब्रह्मस यान्ति तत्र वदतु पुरुषमपि च वचनं एकवचनं पुरुष प्रथमपुरुषः उत्तमं धन्यवादः प्रथमपुरुष एकवचनं बहुवचन बहुवचन यान्ति याति एकनिमिष अग्रिमम् अपि करोतु न हि ज्ञानेन सदृशं श्लोकः उत्तमः श्लोकः एषः पठतु न हि ज्ञानेन सदृशं पवित्रमिह विद्यते तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति विन्दति उत्तमं वदतु विन्दति इस् विन्दति इस् प्रथमपुरुष एकवचनम् उत्तमम् अन्यत् पदम् अस्ति किं क्रियापदं पवित्र न हि ज्ञानेन सदृशं पवित्रमिह विद्यते विद्यते हा विद्यते तत् आत्मने तत्र आत्मनेपदी अस्ति विद्यते विद्यते पुरुषमपि च वचनं वदतु प्रथमपुरुष एण्ड् बहुवचन अल विद्यते अन्ते नास्ति तत्र अन्नते नास्ति अन्ते नास्ति विद्यन्ते बहुवचनं विद्यते एकवचनं एवम् एकवचनं धन्यवादः भगिनि धन्यवादः उत्तमः धन्यवादः अस्तु कविता भगिनी अग्रिमं करोतु. श्रद्धावान् लभते ज्ञानं तत्परसंहितेन्द्रियः, ज्ञानं लब्ध्वा परां शान्तिं अचिरेण अचिरेणाधिगच्छति. प्रथमपुरुष एकवचनं गच्छति. उत्तमं. प्रथमपुरुष एकवचनं तत्र अधिगच्छति अस्ति, चिन्ता नास्ति. धन्यवादः भगिनि. विजयकुमार् महोदय अग्रिमं करोतु. एषः अपि उत्तमः श्लोकः. अग्न्यश्च अग्न्यश्च श्रद्धदानश्च अग्न्यश्च संशयात्मा विनिश्यति, नायं लोकोस्तिति न परो न सुखं संशयात्मनः. विनश्यन्ति विनश्यति संशयात्मा विनश्यति. प्रथमपुरुषे एकवचनम् उत्तमं. विनश्यति. धन्यवादः महोदय. तत्र विजयथङ्की महोदय करोतु, अपि च शान्तिमन्त्रम् उक्त्वा समापयतु. आं भगिनि, योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम्, आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय. निबध्नन्ति शान्तिमन्त्रं वदतु, अहं तत्र स्थापयामि. वदतु. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. धन्यवादाः अनेके. पुनर्मिलामः. धन्यवादः.